ॐ सरस्वती महाभागे विद्यकमललोचने विश्वरूपे विशालाक्षे विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् प्रश्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः राम राम राम। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानविषयः अस्ति धातुविज्ञानम्। धातुविज्ञानम् इति विषये वयं दृष्टवन्तः तत्र अस्मिन् अध्याये तत्र त्रीणि करपत्राणि सन्ति। प्रथमकरपत्रे तत्र प्रथमकरपत्रे तत्र धातुविषये प्रथमसोपानं तस्य विषये चिन्तनम् अस्ति। यदा वयं कोऽपि धातु नयामः धातु अनन्तरं तत्र प्रायशः प्रकृति अनन्तरं तत्र प्रत्ययः योजनीयः। प्रकृतिप्रत्यययोजनमेलनेन एव तत्र पदनिर्माणं भवति व्याकरणशास्त्रे। सो व्याकरणशास्त्रं तत्र पदनिर्माणार्थम् एव तत्र सर्वाणि सूत्राणि तत्र सन्ति। कथम् अस्माभिः पदनिर्माणं सम्यक्तया करणीयं तस्य विषये महर्षिपाणिनिना तत्र सूत्राणि दत्तानि। अपि च तत्र व्याकरणशास्त्रे एकं वाक्यम् अस्ति, सर्वे शब्दाः धातुजा, इत्युक्ते आल् द वर्ड्स् आर् बोर्न् फ्रम् द धातुज् ओन्लि। अतः धातुविज्ञानम् इति यः अध्यायः तस्य विषये सम्यक्तया अस्माभिः तत्र ज्ञानं भवति चेत् तत् सम्यक् भवति। प्रथमकरपत्रे वयं दृष्टवन्तः यदा वयं कोऽपि धातुपाष्टः धातुं नयामः तत्र उपद्विसहस्रधातवः सन्ति, प्रथमसोपाने तत्र इत्संज्ञकवर्णानां निष्कासनं करणीयं। सो इत्संज्ञकसूत्राणां ज्ञानम् अपि आवश्यकम्। एतत् करपत्रे प्रथमकरपत्रे वयं दृष्टवन्तः यदा वयम् इत्संज्ञकवर्णानां निष्कासनं कुर्मः तदा तत्र द्वितीयसोपानं किम् इति धातुविज्ञानं द्वितीय इति करपत्रे अस्माभिः अवलोकितम्। तत्र चत्वारि कार्याणि सन्ति प्राकृतिककार्याणि धातुविषये, तेषां विषये द्वितीयसोपाने चिन्तनम् अवश्यं करणीयम्। सो द्वितीयसोपाने तत्र सत्वं नत्वं नुमागमः अपि च उब्धा दीर्घ एतानि चत्वारि कार्याणि तेषां विषये अपि अस्माभिः चिन्तनीयम्। यदि तत्र कोऽपि कार्यं सम्भवति चेत् तत्र द्वितीयसोपाने एव करणीयम्, इत्युक्ते प्रत्ययस्य योजनेन प्राक् एव एतानि कार्याणि अस्माभिः धातौ करणीयम्। तृतीयसोपाने वयं दृष्टवन्तः यदा वयं प्रत्यययोजयामः धातोः अनन्तरं तत्र अस्माकं मनसि स्पष्टता भवेत् कीदृशधातु एतद् धातु कीदृशधातुः। सो धातुः पदव्यवस्था अपि च इड्व्यवस्था आदौ एव जानीमः चेत् तत्र प्रक्रियाविषये तत्र कोऽपि क्लेशः न भवति। पदव्यवस्थाविषये वयं दृष्टवन्तः धातुविज्ञानं तृतीय इति करपत्रे तत्र सूत्राणि सन्ति, त्रीणि सूत्राणि सन्ति। प्रथमसूत्रं वदति अनुदात्तनित्त आत्मनेपदम्। सो धातौ अनुबन्धवर्णस्य आधारेण तत्र पदव्यवस्था भवति, अवशिष्टस्वरस्य आधारेण तत्र धातौ इड्व्यवस्था वयं ज्ञातुं शक्यते। प्रथमपदव्यवस्था यदा वयं वदामः पदव्यवस्थाविषये धातु किं पदी इत्युक्ते धातु स्वयं परस्मैपदी आत्मनेपदी इति न भवति, धातौ कीदृशगुणः तस्मिन् इत्संज्ञकवर्णस्य आधारेण आयाति। सो इत्संज्ञकस्वरस्य नो चेत् व्यञ्जनस्य आधारेण तत्र पदव्यवस्था भवति। सो अनुदात्तनित्त आत्मनेपदम् इति सूत्रं वदति यद् धातौ कोऽपि अनुदात्तस्वरस्य इति संज्ञा अस्ति अथवा धातौ कण्ठनकारस्य इति संज्ञा अस्ति चेत् तादृशधातुः आत्मनेपदी प्रत्ययः स्वीकरोति अतः धातौ तादृशधातौ आत्मनेपदत्वम् इति गुणः आयाति द्वितीय तत्र यः सूत्रमस्ति स्वरितणिन्त कर्तृ अभिप्राये क्रियाफले इति एकं दीर्घं सूत्रमस्ति सो अत्र कर्तृ अभिप्राये क्रियाफले इति यः यानि पदानि तत्र सन्ति सूत्रे तानि बहूनि आवश्यकानि सो यद् धातुः स्वरित्वरस्य संज्ञा अस्ति अथवा धातौ तालुन्यकारस्य इय इति व्यञ्जनस्य इति संज्ञा अस्ति चेत् तत्र अस्माकं विवक्षानुसारेण यदि क्रियायाः फलं कर्तारं प्रति गच्छति चेत् धातौ तादृशस्वरितेत् नो चेत् इत् ञित् धातुः उभयपदी भवति सोरि यदि क्रियायाः फलं कर्तारं प्रति गच्छति चेत् तादृशस्वरितेत् नित्यधातुः आत्मनेपदी प्रत्ययः स्वीकरोति इति सूत्रं वदति स्वरितनित्यकर्तृ अभिप्राये क्रियाफले एतत् सूत्रम् अनुदात्तनित्य आत्मनेपदम् इति सूत्रस्य अनन्तरम् अस्ति इत्युक्ते तत्र सूत्रसङ्ख्या पश्यामः चेत् प्रथमे तत्र अनुदात्तनित्य आत्मनेपदम् इति सूत्रं तस्मिन् सूत्रे साक्षात् आत्मनेपदम् इति एकं शब्दः एकं पदम् अस्ति स्वरितनित्यकर्तृ अभिप्राये क्रियाफले इति सूत्रे अस्मिन् सूत्रे आत्मनेपदम् इति कोऽपि शब्दः नास्ति सूत्रे साक्षात् सूत्रे नास्ति परन्तु वयं जानीमः तत्र पाणिनिशैली अनुसार तत्र अस्माभिः पूर्वसूत्रात् कानिचन पदानां तत्र अनुवृत्तिः स्वीकरणीयम् अतः अस्मिन् सूत्रे आत्मनेपदम् इति पदस्य अनुवृत्तिः भवति सो स्वरितनित्यकर्तृ अभिप्राये क्रियाफले आत्मनेपदम् इति तत्र सूत्र सम्पूर्णसूत्रं भवति सो यदि क्रियायाः फलं कर्तारम् अभिप्रेति चेत् तादृशस्वरित इत्यधातुः आत्मनेपदि तस्मिन् आत्मनेपदत्वम् इति आयाति इति गुणः आयाति यदि क्रियायाः फलं कर्तार अभिप्रेति चेत् तत्र अस्माभिः तादृशस्वरितेत् इति धातोः अनन्तरम् आत्मनेपदिप्रत्ययः योजनीयं न तु परस्मैपदिप्रत्ययः योजनीयम् अत्र एव यत्र व्याख्या पश्यामः चेत् काशिका पश्यामः चेत् यदि क्रियायाः फलं कर्तारं न अभिप्रेति तत्र किं करणीयम् तत्र एकम् एव विकल्पः अस्ति तत्र अस्माभिः तादृशस्वरितेत् इत् धातोः अनन्तरं परस्मैपदिप्रत्ययः योजनीयं तिङन्तपदस्य निर्माणार्थं तत्र परस्मैपदिप्रत्ययः योजनीयम् अतः यः धातुः स्वरितेत् अस्ति नो चेत् इत् अस्ति तादृशधातौ तत्र उभयपदत्वम् इति गुणः आयाति अनेन सूत्रेण एव एतत् वयं ज्ञातुं शक्यते सो यदा माता वयं वदामः तत्र पचति अपि च पचते एतत् पदद्वयस्य विषये तत्र अर्थभेदः अस्ति कोऽपि अर्थभेदः नास्ति इति कोऽपि वदति चेत् तत्र न सम्यक् यदि वयं वदामः माता पचते आत्मनेपदीरूपं वदामः चेत् तस्य अर्थः अस्ति माता स्वस्य कृते भोजनं पचति न तु अन्येषां कृते परन्तु यदा वयं वदामः माता भोजनं पचति परस्मैपदीरूपं वदामः चेत् तत्र अर्थभेदः इत्युक्ते माता अन्येषां कृते तत्र पाकक्रिया करोति इति तस्य अर्थः. उभयपदत्वम् इति यः गुणः तत्र यः तत्र भेदः अस्ति पद रूपद्वयस्य भेदः तत्र अर्थभेदः अपि अस्ति. अनन्तरं तृतीयसूत्रे वयं दृष्टवन्तः महर्षिलाघवार्थं किम् उक्तं शेषात्कर्तरि परस्मैपदं. सो अत्र शेषात् इत्यनेन अस्माभिः सम्यक्तया तत्र बोधः भवेत् यः धातुः अनुदातेत् न यः धातुः णित् न यः धातुः सयतेत् न यः धातुः इत् न तादृशधातु एव शेषधातुः. सो शेषात् धातोः अनन्तरं किं करणीयं? सूत्रमस्ति शेषात् कर्तरि परस्मैपदं. सो कर्तरि इति सूत्रे एव दत्तम्. शेषात् धातोः अनन्तरं कर्तरिप्रयोगे परस्मैपदिप्रत्ययः योजनीयं. सो धातोः तत्र परस्मैपदत्वम् इति गुणः आयाति. सो न केवलम् उदात्तेत् धातोः परस्मै पदत्वम् इति गुणः तस्मै आयाति, अपि च अन्य सर्वे शेषधातवः, इत्युक्ते यस्मिन् धातोः कोऽपि अनुबन्धवर्णः एव नास्ति तस्मिन् धातौ अपि तत्र परस्मैपदत्वम् इति गुणः तस्मिन् आयाति इति धर्मः सः तस्य अस्ति. तत्र अस्माभिः कर्तरिप्रयोगे केवलं कर्तरिप्रयोगे तत्र परस्मैपदिप्रत्ययः योजनीयम्. किमर्थं चेत् पूर्वे एव महर्षिणा उक्तं भावकर्मणोः. सो भावे प्रयोगे कर्मणि प्रयोगे सर्वदा तत्र इत्युक्ते अनुदात्तनित् आत्मनेपदम् इति सूत्रस्य साक्षात् अनन्तरम् अस्ति भावकर्मणोः. तस्मिन् सूत्रे अपि किमपि न उक्तं, केवलं भावकर्मणोः. भावकर्मणोः किं? भावे प्रयोगे कर्मणि प्रयोगे आत्मनेपदिप्रत्ययः सर्वदा योजनीयं. तत्र कीदृशधातुः, तत्र धातुविषये किमपि न लिखितं सूत्रे. सो यत् किमपि धातो भवेत् सः अनुदातेत् वा नित् वा उदातेत् वा स्वरितेत् वा इत् वा यत्किमपि धातोः अस्ति पाणिनिधातुपाठे, यदि अस्माकं विवक्षा भावे प्रयोगस्य अस्ति नो चेत् कर्मणि प्रयोगस्य अस्ति चेत् तत्र सर्वदा आत्मनेपदिप्रत्ययः एव योजनीयं. तत्र वयं परस्मैपदिप्रत्ययः न योजयितुं शक्नुमः. अतः अस्मिन् सूत्रे तृतीयसूत्रे महर्षि साक्षात् वदति शेषात् कर्तरि परस्मैपदं. कर्तरिप्रयोगे एव शेषधातोः अनन्तरं परस्मैपदिप्रत्ययः योजनीयम्. अनन्तरम् एतत् सर्वं पदव्यवस्थाविषये. अनन्तरम् ईड्व्यवस्थाविषये वयं दृष्टवन्तः, यद्यपि धातुः अपि सेट् अनिट् नो चेत् बेट् भवति, परन्तु ईडागमः व्याकरणशास्त्रे ईडागमः प्रत्ययस्य आगमः, न तु धातोः आगमः. प्रत्यये ईडागमः भवति, ईड् इति आगमः ह्रस्व इकारस्य आगमः. आगमः टित् अस्ति, अतः प्रत्ययस्य आदौ अस्माभिः स्थापनीयम्. सो ईड् व्यवस्थाविषये प्रथमसूत्रमस्ति आर्धधातुकस्येड् बलादेः इति सूत्रम्. आर्धधातुकस्य एव ईडागमः भवति. सो धातोः अनन्तरं ये प्रत्ययाः आयान्ति तेषां तत्र भागद्वयं, सार्वधातुक् नो चेत् अर्धधातुक्, तिंशित् अस्ति चेत् सार्वधातुकसंज्ञा, तिंशित् नास्ति चेत् अर्धधातुकसंज्ञा. सो ये तिंशित् भिन्नप्रत्ययाः धातोः अनन्तरम् आगन्तुं शक्यते सूत्राधारेण, तेषां तत्र इडागमः भवितुं शक्नोति. सो अर्धधातुकस्य सामान्यनियम आधारेण तत्र आर्धधातुप्रत्ययस्य एव इडागमः. किमर्थम् एतत् वदामः? किमर्थं चेत् सूत्रं तादृशम् इड् विधायकसूत्रम्. इड् येन सूत्रेण इड् इति विधिः भवति. इड् इति कार्यम्, इट् इति कार्यं भवति. तत् सूत्रं वदति अर्धधातुकस्य एड् वलादेः, वलादि अर्धधातुकस्य एव इडागमः, कोऽपि अन्य प्रत्ययस्य इडागमः न. अतः यदि प्रत्ययः धातोः अनन्तरं यः प्रत्ययः, यदि सः प्रत्ययः प्रथमसोपाने दृष्ट्वा एव वयं पश्यामः सार्वधातुकप्रत्ययः अस्ति चेत् तत्र इड् विषये चिन्तनम् अनावश्यकं, न करणीयं. सूत्रमस्ति अर्धधातुकस्य एड् वलादेः, वलादि अर्धधातुकस्य इडागमः भवति व्याकरणशास्त्रे सामान्य औत्सर्गिकरूपेण. जनरल् नियम आधारेण तत्र वलादि अर्धधातुकप्रत्ययस्य एव इडागमः. अनन्तरं वयं निषेधकसूत्रं द्वयमपि दृष्टवन्तः. प्रत्ययस्य आधारेण एकनिषेधकसूत्रं, धातोः आधारेण अन्यत् निषेधकसूत्रम् अस्ति. कस्य निषेधः? इडागमस्य निषेधः. इड् इति यः कार्यमस्ति, विधिः अस्ति आर्धधातुसेड् वलादेः इत्यनेन यः इड् इति कार्यं भवति तस्य कृते निषेधकसूत्राणि सन्ति. सूत्रमस्ति, किमस्ति सूत्रं प्रत्ययस्य विषये? नेड्वशीकृति, न इट् वशीकृति. अत्र अस्मिन् सूत्रे साक्षात् कृति इति पदं दत्तं, सप्तम्यन्तं पदम् अस्ति. केवलं कृत् प्रत्यये विषये, इत्युक्ते तिङ्प्रत्ययेषु यः अर्धधातुकप्रत्ययः तस्य विषये कोऽपि निषेधः नास्ति. केवलं कृत् प्रत्ययविषये एव निषेधः. सो कृतिप्रत्ययेषु यः वशादिप्रत्ययः अस्ति इडागमस्य निषेधः इति नेड् वशीकृति. सो केवलं कृत् प्रत्ययविषये एव यदा वयं धातुयोग कोऽपि कृत् प्रत्ययः कुर्मः तत्र एव एतत् सूत्रस्य प्रसक्तिः अस्ति. कृत् भिन्न कोऽपि प्रत्ययः अस्ति चेत्, कोऽपि प्रत्ययः अस्ति चेत् तत्र नेड् वशीकृति इति सूत्रं सूत्रस्य कार्यक्षेत्रं तत्र नास्ति. सो एतत् सूत्रस्य, एतत् निषेधकसूत्रस्य कार्यक्षेत्रं केवलं कृतिप्रसङ्गे एव, न तु अकृतप्रसङ्गे. सो तिङ् किमस्ति तत्र धातोः अनन्तरं मूलरूपेण स्थूलरूपेण प्रत्ययद्वयस्य तत्र प्रसक्तिः, इत्युक्ते तत्र विधिः महर्षिणा कृतम्. एकमस्ति तिङ्, द्वितीयम् अस्ति कृत्. कृदतिङ् इत्यनेन ये अतिङ्प्रत्ययाः तेषां कृत् इति संज्ञा अस्ति, कृदतिङ् इति संज्ञासूत्रम्. अनेन सूत्रेण ये तिङ् ये अतिङ्प्रत्ययः, अतिङ् इत्युक्ते नातिङ्, ये प्रत्ययाः तिङ् न सन्ति तेषां संज्ञा कृत् संज्ञा. परन्तु वयं दृष्टवन्तः तत्र विकरणप्रत्ययानां गणना न तु तिङ्विषये, न कृतविषये. तथैव स्थानादि द्वादशस्थानादिप्रत्ययानां गणना न तु कृत् मध्ये, न तिङ् मध्ये. सो ते भिन्नप्रत्ययाः, विकरणप्रत्ययाः अपि च द्वादशस्थानादिप्रत्ययाः, ते न तु तिङ्संज्ञकाः, न कृत्संज्ञकाः. तेषां विहाय ये अन्य सर्वे धातवः, सोरि, अन्य सर्वे प्रत्ययाः अतिङ् अस्ति चेत् तेषां कृत् संज्ञा अस्ति. तिङ्प्रत्ययेषु केवलं तत्र अष्टादश तिङ्प्रत्ययाः एव सन्ति, अन्य सर्वे प्रत्ययाः कृत् संज्ञकाः. सो नेड् वशीकृति इति सूत्रे कृत् प्रसङ्गे एव कार्यं करोति. यदि कृत् प्रत्ययः वलादि अस्ति परन्तु वशादि अपि अस्ति, तत्र निषेधः. कस्य निषेधः? इट् इति आगमस्य निषेधः, न इट् वशीकृति, नेड् वशीकृति इति सूत्रम्. अनन्तरं वयं दृष्टवन्तः धातुस्वभावः इडागमस्य विषये. यदा वयम् इडागमकार्यस्य विषये चिन्तनं कुर्मः, न केवलं प्रत्ययस्य स्वभावः अस्माभिः तत्र दृष्टव्यं, परन्तु धातुस्वभावः अपि आवश्यकं, किमर्थं चेत् यः द्वितीयनिषेधकसूत्रं सः धातु आधारेण निषेधः अस्ति, प्रत्ययः तु स्वयं कोऽपि कार्यं न कर्तुं शक्यते, प्रत्ययः धातोः विधीयते, धातोः इति पञ्चमी अस्ति, धातोः अनन्तरमेव प्रत्ययः अस्ति, प्रत्ययः अर्धधातुकवलादि अस्ति चेत् इडागमः भवितुं शक्नोति, तत्र एव अस्माभिः निष्कर्षः न करणीयम्, अत्र तु अर्धधातुकवलादिप्रत्ययः अतः मया अत्र इडागमः करणीयं न, तत्र सोपानेन चिन्तनं करणीयं, यदि प्रत्ययः कृतः अस्ति चेत् नेड्वशीकृति इति सूत्रस्य विषये अपि तत् चिन्तनीयम्। सुभाष् प्रत्याहारस्य वर्णः तु नास्ति अत्र आदौ, प्रत्ययस्य आदौ, तथैव तत्र धातुस्वभावः अपि तत्र द्रष्टव्यम्, इडागमस्य प्राक् एव धातुस्वभावः अपि द्रष्टव्यम्। सो इडा धातुस्वभावाधारेण अपि तत्र इडागमस्य निषेधः अस्ति, अतः धातोः स्वभावः अपि द्रष्टव्यम्। धातुस्वभावस्य विषये महर्षि वदति एकाच उपदेश अनुदातात्, यद्य धातोः एकाच अस्ति सः उपदिष्टधातुः, अपि च तस्मिन् यः एकाच इत्युक्ते तस्मिन् एकमेव स्वरः भवेत्, एकाच इत्युक्ते एकमेव अच् यस्मिन् सः एकाचः, अत्र तु धातुविषयः, एकाच धातोः यः एकमेव अवशिष्टस्वरः, सः स्वरः यद्य अनुदातस्वरः, तादृशधातोः अनन्तरम् इडागमस्य निषेधः, अत्र न इट् इति पदद्वयस्य अनुवृत्तिः, सो एकाच उपदेशे अनुदातात् इति पञ्चमी अस्ति, रामात् इव अस्ति, तादृश उपदिष्ट अनुदातात् धातोः अनन्तरं न इट् इडागमः न भवति इति सूत्रं वदति। सो धातुस्वभावः इडागमस्य विषये धातुस्वभावः अपि तत्र द्रष्टव्यम्, यदि धातुः अवशिष्टस्वरः अनुदात अस्ति चेत् चेदेव निषेधः, इत्युक्ते यद् एकाच उपदिष्टधातोः यः अवशिष्टस्वरः सः उदात् नो चेत् स्वरित्स्वरः, तत्र निषेधः नास्ति, तत्र इडागमः भवति, केवलम् अनुदातस्वरस्य विषये एव निषेधः। सो एकाच उपदेशे अनुदातात् इति सूत्रम् अत्र अनुदात्तात्, परन्तु पदव्यवस्थाविषये अनुदात्तेत् तत्र इत् अस्ति, अत्र इत् नास्ति, अत्र अनुदात्तात् अनुदात् स्वरः अनुदात् अस्ति चेत् तादृशधातोः अनन्तरं पञ्चमी अस्ति चेत् अनन्तरं यः कार्यम्, अनन्तरं यः प्रत्ययस्य इडागमः तस्य निषेधः एतत् सूत्रं करोति। अतः धातुः इडागमस्य विषये धातुः अनुकूलः भवेत्, प्रत्ययः अनुकूलः भवेत् चेदेव तत्र इडागमः भवति, यदि प्रत्ययः अनुकूलः अस्ति इडानुकूलः अस्ति परन्तु धातुः इडानुकूलः नास्ति चेत् तत्र इडागमः न भवति। तथैव धातुः इडानुकूलः अस्ति परन्तु यदि मूले एव प्रत्ययः इडानुकूलः नास्ति चेत् तत्र इडागमस्य विचारः एव नास्ति। सो यदा वयं कोऽपि धातु नयामः धातुविज्ञानम् इति ज्ञानस्य आधारेण प्रथमे इत्संज्ञकवर्णानां निष्कासनं, अनन्तरं तत्र चत्वारि यानि प्राकृतिकार्याणि सन्ति तेषां विषये चिन्तनं, अनन्तरं तत्र एतत् धातुः परस्मैपदी अस्ति वा आत्मनेपदी अस्ति वा उभयपदी अस्ति वा इति तत्र अवशिष्ट इत्संज्ञकवर्णस्य आधारेण तत् अस्माकं मनसि तत्र स्पष्टता भवेत्, अनन्तरं धातु सट् वा अनिट् वा इति अपि तत्र द्रष्टव्यम्, अनन्तरं वयं प्रक्रियाप्रारम्भं कुर्मः। सो एतानि तत्र चिन्ता एतादृशः चिन्तनं तत्र सोपाने वयं कुर्मः चेत् तत्र प्रक्रियाविषये कोऽपि क्लेशः न भवति इति धातुविज्ञानं तृतीया इति करपत्रे वयं दृष्टवन्तः। दुर्भाग्ये तत्र एकम् अभ्यासः अस्ति, कानिचन धातवः अत्र सन्ति, सो अहं चिन्तयामि एतत् सर्वम् उदाहरणमपि वयं पूर्वस्मिन् वर्गे दृष्टवन्तः. इदानीं तत्र अभ्यासविषये कानिचन धातवः अत्र सन्ति, तेषां विषये पठामः. चेतना भगिनी अभ्यासं न कृतवन्तः न? इदानीम् अभ्यास अत्र पठतु. अभ्यासः इति लिखितम् अभ्यासः अत्र केचन भ्वादिगणीयः गणीयाः धातवः सूचिताः. प्रत्येकं धातुः सेट् अनित्वा इति निर्णेतव्यम्. आत्मनेपदी, उभयपदी, परस्मैपदी वा इत्यपि वक्तव्यम्. तदा लौकिकधातुः कः, लट्लकारे रूपं किम् इति सूचनीयम्. अन्ते सेट् अनित् दृष्ट्वा त्रिजन्तस्य किं रूपं स्यात् इति अनुमानं क्रियताम्. त्रिच् नाम इडागमे यथा स्पर्धिता भविताः, इडाभावे च यथा कर्ता वक्ता. त्रिच् न अवगतं महोदय. त्रिष्टेकं प्रत्ययः अस्ति, तृच् प्रत्ययः, तृत् प्रत्ययः, तृच् अतिङ्ग् प्रत्ययः. अतिङ्ग् अस्ति चेत् तत्र त्रिच् प्रत्ययः सनादिप्रत्ययेषु नास्ति, विकरन् प्रत्ययः अपि नास्ति, तिङ्ग् प्रत्ययः अपि नास्ति, परन्तु धातोः विधीयते. तत्र सूत्रमस्ति नवुल् त्रिचौ, सो नवुल् अपि च त्रिच् प्रत्ययः धातोः विधीयते. इत्युक्ते नवुल् त्रिचौ इति सूत्रं तृतीयाध्याये अस्ति. अत्र धातोः इत्याधिकारः अपि च प्रत्ययः परश्च इत्याधिकारः अपि अस्ति. सो प्रत्ययः परश्च इत्यनेन यः त्रिच् इति वर्णसमूहः, तकारः, ऋकारः, चकारः, एतत् वर्णसमूहस्य संज्ञा किं? प्रत्ययः इत्यनेन प्रत्ययः, परश्च इत्यनेन कस्य परे? धातोः परे, धातोः इति अधिकारः. सो एतत् प्रत्ययः धातोः विधीयते. सो धातोः अनन्तरं त्रिच् प्रत्ययः परश्च वर्तमानकाले एतस्य पदस्य तत्र निर्माणं भवति. सो वर्तमानकाले यदा वयं धातोः अनन्तरं त्रिच् योजयामः तत्र एतत् त्रिजन्त यः प्रातिपदिकम् अस्ति सः कर्तारमेव बोधयति. सो कर्ता इति यः अस्ति, यः करोति सः कर्ता, वक्ता यः वदति सः वक्ता. सो अत्र वाच्ययोगतृच् अस्ति. वाच्ययोगतृच् कुर्मः चेत् अत्र पुल्लिङ्गे एकवचने तत्र वक्ता भवति. इत्युक्ते वयं पूर्वे दृष्टवन्तः धातोः अनन्तरं तृच् सोरि कृत् प्रत्ययः योजयामः चेत् तत्र कस्य निर्माणं भवति? तत्र प्रातिपदिकस्य निर्माणं भवति. यत्किमपि कृत् प्रत्ययः नीच् अस्ति, नवुल् अस्ति, अनियर् अस्ति, त अस्ति, तव तु अस्ति, तव्य अस्ति, तव्यत् अस्ति, तृच् अस्ति, ल्युप् अस्ति, क्त्वा अस्ति, एते सर्वे प्रसिद्धकृत् प्रत्ययाः. सो धातुयोगकृत् प्रत्ययः कुर्मः चेत् तत्र कृदन्तप्रातिपदिकस्य निर्माणं भवति. प्रातिपदिकम् अस्ति चेत् प्रातिपदिकस्य अनन्तरम् अस्माभिः किं करणीयं? पदनिर्माणार्थं प्रातिपदिकस्य प्रयोगः वयं तु वाक्येना कर्तुं शक्यते. यथा वयं धातुः प्रयोगः वाक्ये न कर्तुं शक्यते भाषायां, डैरेक्ट् धातुः इति तस्य प्रयोगः न कर्तुं शक्यते. सो तत्र पदं भवेत्. सो पदनिर्माणार्थं प्रातिपदिकस्य अनन्तरं तत्र सुप् योजनीयम्. इत्युक्ते एकविंशति सुप् प्रत्ययः पदनिर्माणार्थं प्रातिपदिकात् विधीयते, न तु धातोः विधीयते. अतः अत्र यदा वयं तृच् योजयामः तत्र चकारस्य संज्ञा अस्ति तृ इति अवशिष्टभागः. तृ इति यः अवशिष्टभागः अस्ति तत्र ऋकारान्तप्रातिपदिकस्य निर्माणं भवति. कृदन्तप्रातिपदिकं ऋकारान्त कृदन्तप्रातिपदिकस्य निर्माणं भवति. तत्र यदा वयं सुप् योजयामः पुल्लिङ्गे तत्र किं भवति? पुल्लिङ्गे यथा पितृ इति प्रातिपदिकमस्ति, मातृ इति प्रातिपदिकमस्ति, एकवचने माता पिता इति भवति तत्र पितृविषये. तथैव तत्र यदा वयं तृच् योजयामः कस्यचित् धातोः तृच् नवुल् तृचो इत्यनेन सूत्रेण सर्वेभ्यः धातोभ्यः तत्र तृच् विधीयते, सर्वेभ्यः धातुभ्यः नवुल् विधीयते. अतः सर्वेषां धातोः अनन्तरं वयम् एतत् तृच् प्रत्ययः तृच् इति कृत् प्रत्ययः योजयितुं शक्नुमः. तत्र प्रक्रिया यदा वयं पश्यामः गुणं भवति वा न भवति सर्वं वयं दृष्टवन्तः, तत् पठितवन्तः. तस्य आधारेण तत्र पुल्लिङ्गे वक्ता कर्ता इति भवति. सो अत्र त्रिजन्तयः अस्ति सः तत्र कर्तारम् एव बोधयति, यः कार्यं करोति तस्य विषये एव बोधयति. सो वक्ता इति वदामः चेत्, दृष्टा इति वदामः चेत्, यः पश्यति सः दृष्टा, यः वदति सः वक्ता, यः करोति सः कर्ता इति तत्र त्रिजन्तपदस्य आधारेण वयं तत्र अर्थः किम् अस्ति इति वयं कर्तुं शक्यते. सो प्रथमसोपाने तत्र धातुः सेट् वा अनिट् वा, अनन्तरं धातुः किं पदी अस्ति, आत्मनेपदी वा उभयपदी वा परस्मैपदी वा, सर्वं सूत्राधारेण एव तत्र करणीयम्. अनन्तरं लौकिकधातुः किम्, अनन्तरं प्रथमसोपाने तत्र लट्लकारस्य प्रथमपुरुषस्य रूपं किं भवति इति अपि सूचनीयम्. अनन्तरं धातोः अनन्तरं तृच् योजयामः चेत् लकारे लट् लकारे तिङ् प्रत्ययाः सार्वधातुकसंज्ञकाः, अतः तत्र ईडागमः न भवितुं शक्नोति. तत्र एते सर्वे अस्मिन् अभ्यासे ये सर्वाणि धातवः ते भुवादिगणीयः धातवः, ते सर्वे प्रथमगणस्य धातवः. प्रथमगणे लट्लकारस्य विवक्षायां तत्र कर्तरि शप् इत्यनेन शप् प्रत्ययः आयाति. शप् प्रत्ययः षित् अस्ति, सो शप् प्रत्ययः सर्वधातुकसंज्ञकः. तिंषित् इत्यनेन शप् प्रत्ययः सर्वधातुकसंज्ञकः. अतः धातोः योगसार्वधातुकप्रत्ययः अस्ति चेत् तत्र अपि ईडागमस्य विचारः अनावश्यकः, सार्वधातुकप्रत्ययस्य ईडागमः न भवति. ईडागमस्य विषये अस्माभिः तृच् योजनीयं. दृच् इति अर्धधातुक्, तिंशित् नास्ति, अतः अर्धधातुकं शेषः इत्यनेन तृच् प्रत्ययः अर्धधातुकसंज्ञकः. तत्र ईडागमस्य विचारः करणीयम्, अर्धधातुकप्रक्रियायाम् ईडागमस्य विचारः. सार्वधातुकप्रक्रियायां किं करणीयम्? घनविकरणप्रत्ययानां विचारः, धातुः कस्मिन् गणे अस्ति इति विचारः आवश्यकम्. किमर्थं चेत् तस्य गणस्य विकरणप्रत्ययः एव मध्ये आयाति. सर्वदा शप् शप् शप् कर्तरि शप् इत्यनेन शप् न आयाति. अवगतं वा भगिनि? इङ्गी विषये वदतु. इङ्गी इति धातु, गतौ इति अर्थे इङ्गी उपदेशे अजनुनासिक इति सूत्रेण अनुनासिक इकारस्य भवति, तस्य लोपः भवति, इङ् अवशिष्यते. इग् अवशिष्यते, इग् अवशिष्यते, इग् आम् आम् इग् अवशिष्यते. एतत् उदात्त उदात्ते अस्ति धातुविज्ञानं द्वितीय इति करपत्रे किम् अवगतं प्रथमसोपाने इत्संज्ञकवर्णनं निष्कासनं द्वितीयसोपाने किं करणीयं प्राकृतिकसूत्राणां विषये चिन्तनम् आमाम् इकारस्य इत् अस्ति अत्र अतः नुगां नुम् आगमस्य प्रसक्तिः अस्ति धातोः ह्रस्व इकारस्य इति संज्ञा तस्य धातोः अन्यनाम किमस्ति इदित् धातुः सत्यं सूत्रं किम् अस्ति नुमागमस्य सूत्रं किम् इदितः इदितो धातु नुम् इदितो नुम् धातोः इदित् धातोः नुमागमः भवति तदनन्तरं मिदचोत्यात्परः इति सूत्रेण नकारस्य आगमः अन्तिमस्वरस्य अन्ते आयाति अतः इन् ग् इङ्ग् भवति वदतु तदनन्तरं अनुस्वार अत्र अपरान्ते नकारः अस्ति केन सूत्रेण अनुस्वारादेशः नकारस्य केन सूत्रेण अनुस्वारादेशः सम्पूर्णसूत्रं किमस्ति न नश्यापदन्तस्य झलि अपरान्तनकारस्य कदा अनुस्वारादेशः भवति झल् प्रत्याहार अस्ति चेत् गकारः जलि जलप्रत्याहारस्य वर्णः अतः पदान्तनकारस्य अपदान्तमकारस्य जलि परे अनुस्वारादेशः भवति इदानीं तदनन्तरम् अनुस्वारस्य ययि परसवर्णः इत्यनेन इङ्गिते इदानीम् इङ्गिते लौकिकरूपं सो यदा वयं तिप् योज तिप् लाट्लकार योजयामः वा कृति योजयामः एतदेव लौकिकरूपम् अस्ति अनन्तरम् इदानीं अनुनासिक इत् इकारः उदात्तेत् अस्ति अतः परस्मैपदी अस्ति परस्मैपदी प्रत्ययः गृह्णाति सूत्रं किं भगिनि सूत्राधारेण सूत्रम् शेषात् कर्तरि परस्मैपदम् इति सूत्रेण उदात्तेत् अस्ति अतः परस्मैपदं प्रत्ययः गृह्णाति अत्र शेषात् कर्तरि परस्मैपदम् इति सूत्र सूत्रे किमपि लिखितं वा उदात्तेत् भवेत्? न लिखितं, तत्र किमपि न लिखितम्। अस्माभिः किं वक्तव्यं? सूत्राधारेण एव वक्तव्यम्। इङ्गीतधातुः अनुदात्तेत् नास्ति, ञित् नास्ति, स्वरितेत् नास्ति, इत् नास्ति, अतः शेषात् कर्तरी परस्मैपदम् इति सूत्रेण एतत् धातुः परस्मैपदीप्रत्ययः कर्तरी प्रयोगे परस्मैपदीप्रत्ययः स्वीकरोति, न तु आत्मनेपदीप्रत्ययः इति वक्तव्यम्। तदपि सम्यक्, धातुः उदात्तेत् अस्ति, अतः शेषात् कर्तरी परस्मैपदम् इत्यनेन तत्र धातोः परस्मैपदी भवति, तत् सम्यक्। परन्तु यदा वयं सूत्र आधारेण चिन्तनं कुर्मः चेत् अस्माभिः किं वक्तव्यं? शेषात् इत्यनेन यः धातुः अनुदात्तेत् न, नित् न, स्वरितेत् न, इत् न, सः एव शेषधातुः। अतः एतद् धातु शेषधातुः, अतः शेषात् कर्तरी परस्मैपदम् इत्यनेन एतत् धातोः अनन्तरं किं करणीयम्? इदानीं योगति तिप् प्रत्ययः लट्लकारस्य एकवचनस्य विवक्षायां तत्र तिप् योजनीयम्। सो इङ्ग् योग तिप् हलन्त्यम् इति सूत्रेण पकारस्य इत् भवति, ति अवशिष्यते, इङ्ग् योग ति। कर्तरी शप् सार्वधातुके इति सूत्रेण इङ् योग स्वभावविषये वक्तव्यं, कथं जानीमः अत्र कर्तरी शप् सार्वधातुके इति सूत्रस्य प्रसक्तिः अस्ति? तिंशत् सार्वधातुकम् इति सूत्रेण तिप् सार्वधातुकम् अस्ति, अतः कर्तरी शप् सार्वधातुके इति सूत्रेण शप् प्रत्यय आयाति। सो इङ् योग शप् योगति, हलन्त्यं लश्कृतद्रे तस्य लोपः सूत्रेण अ अवशिष्यते, इङ् योग अ योगति। प्रत्ययनिमित्तीकृत्य तत्र अङ्गे गुणकार्यं नो चेत् स्मृतिकार्यं भवति, शपप्रत्ययनिमित्तीकृत्य, सोरि, शपप्रत्ययनिमित्तीकृत्य अङ्गे गुणप्रसङ्गः अस्ति। सो अत्र अङ्गे गुणप्रसङ्गः अस्ति वा? नास्ति। सो किं करणीयम्? वर्णानां योजनं करणीयम्। इङ्गति इति इङ्गति इति इति लट्लकाररूपः, एकवचनस्य रूपम्। इदानीम् इङ् इति यः लौकिकधातुः तत्र तृच् योजयतु। इदानीं तृच् योजनीयं, हलन्त्यम् इति सूत्रेण चकारस्य लोपः भवति, तृ अवशिष्यते, संज्ञा भवति इत्संज्ञा। सो इङ् योग तृ भवति, तृ इति प्रत्ययः कीदृश, तृच् इति प्रत्ययः कीदृशप्रत्ययः, प्रत्ययस्य स्वभावः आर्धधातुकस्य वलादेः इति सूत्रेण एतत् वल् प्रत्याहार अस्ति, अपि च आर्धधातुकमपि अस्ति, अतः इडागमस्य प्रसक्तिः अस्ति। परन्तु एतत् कृत् प्रत्ययः, अतः नेड् वशीकृति इत्यनेन तकारः अवशी अस्ति, वश् प्रत्याहारे अन्तर्भूतः नास्ति, अतः इडागमः भवति। इडागमस्य निषेधः अत्र नास्ति, तृच् विषये नास्ति, इदानीं धातुविषये वदतु. अवशिष्टस्वरः इकारः अस्ति, तत् उदात्त अस्ति, अतः सेट् अस्ति. अतः द्वये अपि धातुः प्रत्ययः द्वे अपि इडनुकूलः. अतः इद् योग तृ इ योगतृ इङ्गितृ. इङ्गितृ इति किम् अस्ति इदानीं? प्रातिपदिकम् अस्ति, कृदन्तप्रातिपदिकं. कृदन्तप्रातिपदिकं तत् प्रत्ययोजनेन यत् प्रातिपदिकस्य निर्माणं तत् कृदन्तप्रातिपदिकम्. ऋकारान्तप्रातिपदिकम् अस्ति. पुल्लिङ्गे एकवचने किं भवति? इङ्गिता. इङ्गिता त्रिलिङ्गे तत्र इङ्गित्री भवति. इत्युक्ते अत्र पश्यतु, तत्र एकं सूत्रमस्ति ऋण्येभ्यः नीप् इति प्रत्ययः टाप् चाप् डाप् नीप् नीच् नीन् एते सर्वे प्रत्ययाः किमस्ति? स्त्रीलिङ्ग स्त्रीप्रत्ययाः स्त्रीप्रत्ययाः. अत्र ऋण्येभ्यो नीप् इति सूत्रेण ऋकारान्तप्रातिपदिकस्य अपि च नकारान्तप्रातिपदिकस्य अनन्तरं स्त्रीलिङ्गद्योतयितुं तत्र नीप् प्रत्ययः विधीयते. ऋण्येभ्यो नीप् इति सूत्रेण नीप् प्रत्ययः विधायकसूत्रम् अस्ति. नीप् इत्युक्ते तत्र नीप् प्रत्यये अत्र अनुबन्धनं निष्कासनं करोतु भगिनि. हलन्त्यम् इति सूत्रेण तकारस्य इत्संज्ञा भवति, तस्य लोपः भवति. लशक्व तद्धिते इति सूत्रेण नकारस्य इत् भवति, तस्य लोपः भवति, इ अवशिष्यते. दीर्घ इकारः अवशिष्यते अत्र. इङ्गित्र इति यः अस्ति स्त्रीलिङ्ग् द्योतयितुम् अस्माभिः तत्र नीप् प्रत्ययः योजनीयम्. स्त्रीलिङ्गपदस्य निर्माणार्थं तत्र दीर्घ नीप् इति प्रत्ययः योजयामः चेत् तत्र इङ्गित्र तत् अत्र दृश्यतु. अत्र इङ्गित्र सो अत्र पुल्लिङ्गे तत्र कानिचन कार्याणि भूत्वा इङ्गित् यः ऋकारः तस्य रेफः अत्र दृश्यतु. इङ्गित्र योग दीर्घ वैट् बोर्ड् दृश्यते वा भगिनि? आं महोदय. सो इदानीं सि अत्र इङ्गित्र इति धातु नास्ति. सार्वधातु कर्तधातुकयोः इति सूत्रेण धातोः गुणकार्यं भवति. अत्र तु धातु नास्ति, इङ्गित्र इति प्रातिपदिकमस्ति. इङ्गित्र योग दीर्घकारः. अत्र कस्य सूत्रस्य प्रसक्तिः दृष्ट्वा वदतु जानाति चेत्? रु योग इ स्वरद्वयस्य मेलनम् अस्ति, गुणसन्धि भवति. गुणसन्धि भवति वा? न, इकोयनचि प्रत्ययः यन् सन्धि भवति. सो रु स्थाने तत्र ऋकारस्य स्थाने किं स्थाने रेफः ऋकारस्य स्थाने तत्र रेफः योग इ सुत योग रेफः योग दीर्घ इकारः. सो स्त्रीलिङ्गे तत्र किं भवति? इङ्गित्री भवति. इङ्गित्री भवति न तु तृ. इदानीं तृ नास्ति, इदानीं तत्र इङ्गित्री इति किमस्ति? स्त्रीलिङ्ग् प्रातिपदिकं इङ्गित्री इति स्त्रीलिङ्गप्रातिपदिकं सो स्त्रीलिङ्गप्रातिपदिकम् अस्ति चेत् अत्र नदी इव रूपाणि सम्भवति सो स्त्रीलिङ्गे एकवचने इङ्गित्री इति रूपम् अवगतं वा सो अत्र केवलं यन् सन्धि भूत्वा ऋकारस्य रेफ् आदेशः अनन्तरं केवलं वर्णमेलनमस्ति सो तृ त्र इति भवति सो इङ्गित्री इति दीर्घ इकारान्त् प्रातिपदिकस्य स्त्रीलिङ्गप्रातिपदिकस्य निर्माणम् अतः नदी इव अत्र रूपाणि भवन्ति यथा नदीशब्दस्य तत्र रूपाणि तथैव इङ्गित्री इति शब्दस्यापि रूपाणि भवन्ति ओ अपि च पुल्लिङ्गे कर्तृ इति यः ऋकारान्त् प्रातिपदिकम् अस्ति तस्य तत्र तादृशरूपाणि भवन्ति इति तत्र सारांशः अवगतं वा सर्वैः अवगतं वा इदानीं तत्र धातु द्वितीयधातु स्वीकुर्मः पूर्णिमा भगिनि रुङ् विषये वदति वा द्वितीयधातुः भगिनि करपत्रे न दृश्यते एकनिमिषम् अहं शेर् करोमि विचवर् सूत्रास् वी आर् रीडिङ्ग् इन् द क्लास् मेक् ए नोट् आफ् दोस् सूत्रास् because maybe they will not come again so today we have read rinyabo rinyebyo nip ukarant nakarant pratipadikasya anantaram striling jyotayuddum tatra nip pratyah vidiyate idanim rungu vishay vadaru bagni udrasti bagni गतिशेषणयोः नकारस्य इत्सङ् न भवति हलन्तम् इति सूत्रस्य आधारेण तस्य लोपः इति सूत्रस्य आधारेण तस्य लोपः भवति अत्र अनुदात अस्ति ऋकार अनुदात अस्ति इति कारणेन अनुदातनीत आत्मनेपदि इति सूत्रस्य आधारेण ऋकारः यः अत्र अस्ति अनुदात् ऋकारः तत्तु सत्यं परन्तु सः अनुनासिक नास्ति रु एव अवशेषभागं रु भवादिगणस्य धातुः अस्ति शप् इति विकरणप्रस्य अस्ति प्रथमे वदतु धातु किं पदी धातु परस्मैपदी कथम् अत्र नकारस्य इत्संज्ञा अस्ति न प्रथमसूत्रं किं भगिनि नित् अस्ति आत्मने लित् अस्ति इति कारणेन आत्मनेपदि अस्ति अधिक शप् अधिक ते इति आत्मनेपदि प्रति योजयितुं शक्यते शप् इति विकरणस्य पाकार हलन्त्यम् इति गच्छति शकारस्य लशकुतदिते इति सूत्रस्य आधारेण लोपः तस्य लोपः इति सूत्रस्य आधारेण लोपः भवति अकार अवशिष्यभागं रु अधिक रु उकार सार्वदात्मक आधारयोः अङ्गस्य एकः गुणः इति सूत्रस्य आधारेण रुकारस्य ओकारः भवति रु रो भवति रु अधिक रो अधिक ति रो रो अधिक रो अधिक रो अधिक अधिक ति रो अधिक अधिक ते रो अधिक आ ये च वायवारः इति सूत्रस्य आधारेण राव भवति रावत् इति ओकारस्य किम् आदेशः ओकारस्य अव् आदेशः ओकार ओकार सोरि वृद्धि भवति वा न न सम्यक् एचो यवायावः इत्यनेन एव कार्यं परन्तु तत्र रावते रावते इति रवते भगिनि रवते रवते रवते न तु रावते प्रतिरूपं भगिनि अहं पुरा सप्ताहे न आगतवती किञ्चित् इदागमस्य विषये किञ्चित् क्लेशः अस्ति पठनीयं न ट्रै करोतु भगिनि ट्रै करोतु चिन्ता मास्तु, यदि इदानीं रुयोग तृच् तृच् रुयोग तृच् चकारस्य हलन्त्यमिति सूत्रस्य आधारेण इत्सङ्ग् न भवति, रु अधिक तृ भवति, अत्रापि ऋणेभ्यो नी भवति वा, अत्रापि ऋकारः अस्ति इति भवति इदानीं इदानीं तत्र धातु मूलधातुः योग प्रत्ययः प्रत्ययः तृच् अस्ति, कीदृशप्रत्ययः तृच् इति प्रत्ययः पृच्छति, आददातुकप्रत्ययः अस्ति, अपि च कित् गित् नित् नास्ति, कितनि नास्ति नास्ति, अत्र अस्ति, अत्र अङ्गे गुणप्रसङ्गः अस्ति अस्ति अस्ति, सार्वधातु कार्धधातुकयोः इत्यनेन तृच् प्रत्ययस्य निमित्तकृत्या अपि गुणकार्यं भवति, कार्यं भवति रोत्र इति भवति रोत्र, अपि च इदानीं तृच् प्रत्ययः इडनुकूलप्रत्ययः, अवशादि अस्ति, वलादि अस्ति, अवशादि अस्ति, तृच् प्रत्ययः इडनुकूलप्रत्ययः, परन्तु रुविषये किम्, रुविषये वदतु, अत्र अवशिष्टस्वरः एकाश् अस्ति, अपि च गुणप्रसक्तिः अस्ति, न अत्र इडागमस्य विषये गुणप्रसङ्गः कदा आयाति भगिनि, कुत्र आयाति, इदानीम् इड् इड् प्रसङ्गः, रु इति यः अस्ति तत्र एकाच् अस्ति तत्तु सत्यम्, उपदिष्टधातु अस्ति तदपि सत्यम्, अधौ भागे रेखा अस्ति तस्य आधारेण किम् अनुदात् अस्ति, अतः एकाच् उपदेश अनुदात्तात् तादृशधातुः अनिट् अस्ति, सेट् नास्ति, तत्र इडागमस्य निषेधः, सो अत्र इत्र न भवितुं शक्नोति, किमर्थं चेत् रु आधारेण अत्र निषेधः, रु इति यः एकाच् स्वरः, यः एकमेव स्वरः उकारः, सः उकारः अनुदात्कारः, अतः एकाच् उपदेशे अनुदात्तात् इति सूत्रेण अत्र इकारस्य इडागमस्य निषेधः न भवति, भगिनि एकवारं वदामि, अनुदात्त अस्ति चेत् एकाच् अस्ति चेत् इडागमस्य प्रसक्तिः न भवति वा, धातु अन्यट् भवति, सत्यं धातु अन्यट् भवति, यद्यपि प्रत्ययः इडनुकूलः तथापि तत्र निषेधः कस्य आधारेण, धातु आधारेण, तत्र इतृणा भवितुं शक्नोति, धातु च प्रत्ययद्वयमपि इडनुकूल भवेत् चेदेव इडागमस्य प्रसक्तिः, सत्यं तदेव सारांशः, तदेव सारांशः, धातु इडनुकूल भवेत्, प्रत्ययः इडनुकूल भवेत्, तदा एव इडागमः भवति, नो चेत् न भवति, कोऽपि एकम् अपि इडनुकूलः नास्ति चेत् इडागमः न भवति, द्वयमपि इडनुकूल भवेत्, रोत्र इति किम् अस्ति इदानीं, रोत्र इति ऋकारान्त प्रातिपदिकं, ऋकारान्त कृदन्तप्रातिपदिकं, कृदन्तप्रातिपदिकं भवति, पुल्लिङ्गे पुल्लिङ्गे रोत्रा रोता रोता रोता पुल्लिङ्गे रोता स्त्रीलिङ्गे रोत्री रोत्री इति भवति इति तत् सारांश, धन्यवादः, अग्रे कः वदति, निद्रुं विषये कः वदति, कृपया स्वयम् अग्रे आगच्छतु, उषा भगिनी वदति वा, उषा नो चेत् मञ्जरी भगिनि श्रूयते वा, ध्वनि श्रूयते वा, मम ध्वनि श्रूयते वा, श्रूयते महोदय, मञ्जरी भगिनी निद्रुं विषये वदति वा? सरलम् अस्तु भगिनि, चिन्ता मास्तु. गिरिजा भगिनी वदति वा? अनसूया भगिनी अपि अस्ति. आम् अनसूया भगिनी प्रयत्नं करोति वा भगिनि? प्रयत्नं करोमि. वदतु. गतिरेषणयोः इति न अत्र एतत् अवगतम्, एतत् अभवत्, एतत् अभवत्. अत्र उपदेशे अनुनासिकेत् इति सूत्रेण अन्ते विद्यमान ऋकार सरितऋकारस्य अनुनासिकऋकारस्य इत्संज्ञा भवति, तथा निद् एव अवशिष्यभागम्. नो नः इति सूत्रेण प्रथमे विद्यमाननकारस्य नकारः भवति, निद् इति भवति. धातुः निद एव लौकिकरूपं, लौकिकरूपं निद एव. किं पदी धातु, किं पदी निद् धातुः? अत्र कस्य स्वरस्य संज्ञा? अनुनासिक, अनुनासिक अनुनासिक हलन्त्यमिति सूत्रेण अन्ते विद्यमान अकार अनुनासिकन अकारः कुत्र अस्ति भगिनि? पूर्वे उक्तं न, ऋकारस्य ऋकारस्य इति संज्ञा. सः ऋकारः अनुबन्धऋकारः कीदृशऋकारः? ऋकारः कुत्र अस्ति? निद्रु निद् धातोः अन्ते विद्यमान अकार अनुदात्त अकारस्य इत्संज्ञा भवति. न न भगिनि, कुत्र पश्यति भगिनि? अत्र पश्यतु, स्क्रीन् दृश्यते वा? निद्रु इति कुत्र अस्ति भगिनि? निद् एव अस्ति खलु? एकनिमिषः. वैट् बोर्ड् किमर्थं न दृश्यते? वैट् बोर्ड् दृश्यते वा? आं महोदय, दृश्यते महोदय. अत्र मूलधातु किम् अस्ति? अस्ति सः अन्ते विद्यमान सरित अनुनासिक अकारस्य ऋकारस्य अकार कुत्र अस्ति भगिनि? ऋकारः अस्ति न, द्रु ऋकारस्य इत्संज्ञा भवति इति निद् एव भवति. निद् नो नः इति सूत्रेण प्रथमविद्यमानकारस्य नकारः भवति, निद् एव भवति. अत्र अनुबन्धवर्णः कः? अनुबन्धवर्णः इकारः, नकारः. अनुबन्धवर्णः यस्ति इत्संज्ञा भवति सः अनुबन्धवर्णः. अत्र अनुबन्ध एकमेव अनुबन्धवर्णः अस्ति, सरित ऋकारस्य अनुबन्धवर्णः. ऋकारः अन्ते यः ऋकारः तस्य इत् भवति. उपदेशे अटनुनासिक् इति सूत्रेण अन्तिमस्थितस्य अनुनासिकऋकारस्य तत्र इत्संज्ञा. अनुबन्धवर्णः अत्र ऋकारः, ऋकारः अनुबन्धवर्णः. सः अनुबन्धवर्णः कीदृशऋकारः? स्वरित् ऋकार धातौ स्वरित् स्वरस्य इति संज्ञा अतः धातु स्वरितेत् धातु स्वरितेत् अस्ति स्वरितेत् अस्ति चेत् अस्ति चेत् स्वरितनित्यकर्त्री अभिप्राये क्रियाफले स्वरितनित्यकर्त्री अभिप्राये क्रियाफले द्वितीयसूत्रम् तेन परस्मैपदी न भवति भगिनि उभयपदी भवति धातु उभयपदी भवति स्वरितेत् धातुः नो चेत् इत् धातुः उभयपदी धातु भवति डुक्रै इति यः धातु तत्र ण्यकारस्य इति संज्ञा अस्ति डुक्रै इति यः ण्यकारस्य इति संज्ञा अतः क्रू धातु उभयपदी धातु करोति कुरुते इति रूपद्वयम् सो धातुः स्वरितेत् वा नित् वा सः धातुः उभयपदी धातु भवति न तु परस्मैपदी भवति इति तत्र स्वरितनित् कर्तृ अभिप्राये क्रियाफले इति सूत्रस्य आधारेण एतत् ज्ञानं भवति धातुः निद् धातुः उभयपदी धातु अत्र रूपद्वयस्य सिद्धिः भवितुं शक्नोति इदानीं तत्र लट् लकार योजि तत्र लट् लकारस्य विवक्षायां किं भवति वदतु लट् लकारे भवति भुवादय धातु भुवादय वार्यगणस्य धातु इति सूत्र इति इत्यनेन निद् अधिक शप् अधिक टिप् भवति केन सूत्रेण शप् टिप् इति सूत्रस्य हलन्त्यमिति सूत्रेण पकारस्य इत्संज्ञा भवति दशकसद्विते इति सूत्रेण सकारस्य अपि इत्संज्ञा भवति केन सूत्रेण शपयति सार्वधातुके एतत् औत्सर्गिकसूत्रं तत्र गणचिन्तनं नास्ति सर्वेषां धातूनाम् अनन्तरं कर्तर्थक् सार्वधातुकृत्य परे शप् आगन्तुं शक्यते सार्वधातुकम् इति सूत्रेण शप् प्रत्ययति शप् प्रत्ययस्य शकारः दशक्षपिते इति सूत्रेण इत्संज्ञा भवति हलन्त्यमिति सूत्रेण उपकारस्य इत्संज्ञा भूत्वा अ एव अवशिष्य भागं निद् अधिक अ अधिक ति भवति निदति न अत्र उपधायां कः वर्णः निद् अधिक अधिक ति निदति एव भवति खलु न अत्र उपधायां कः वर्णः मम प्रश्नः मम प्रश्नस्य उत्तरं स च इकारः ह्रस्विकारः अतः शप् प्रत्ययनिमित्तं कृत्य अत्र गुणकार्यं केन सूत्रेण गुणकार्यं न उपधायाम् अस्ति वर्णः नेदति इति रूपं लटिरूपं नेदति अस्ति इदानीं निद्योग तृच् करोतु उपदेशे जन्नास्वीत् इति सूत्रेण तृच् प्रत्ययस्य चकारः इत्संज्ञा भवति स एव अवशिष्य भागं लशक्तुदिति सूत्रेण प्रथमविद्यमानचकारस्य इत्संज्ञा लशक्कु तदिते इति सूत्रेण किं चकारस्य इत्संज्ञा भवति तृच् दशक् तकारः अस्ति वा तृच् दशकु लशकु लकारः षकारः कख गगण अत्र तु त अस्ति, किमर्थं तकारस्य संज्ञा? अवशिष्टभागः तृ एव अवशिष्टभागः. न न एकनिमिषः तृच् इति प्रत्ययः अर्धधातुक वा सार्वधातुक वा? सार्वधातुक अस्ति. तृच् सार्वधातुक अस्ति वा? तिङ्ग् अस्ति वा? तृच् तिङ्ग् मध्ये अस्ति. तज्जि सिप्तस्थ मिप्स्मस्त आतां ज था साथां द्वम् इड् वहि महि तत्र तृच् अस्ति वा? नास्ति. अत्र शकारस्य इत्संज्ञा अस्ति वा? श्चित् अस्ति वा एतत् प्रत्ययः? शकारस्य तिङ्क्षित् नास्ति. तिङ् नास्ति, क्षित् नास्ति. अतः अतः नास्ति चेत् किम्? किञ्चित् नास्ति चेत् अर्धधातुकं शेषः इत्यनेन अर्धधातु प्रत्ययः. कित् गित् नित् अस्ति वा? तृच् प्रत्ययनिमित्ति कृते गुणकार्यं भवितुं शक्नोति, भवति. तृच् प्रत्ययः अर्धधातु प्रत्ययः, कित् गित् नित् नास्ति, अतः गुणकार्यं भवति. केन सूत्रेण गुणकार्यम् अत्र? सार्वधातु भगिनी उगन्तलघुपदस्य च अत्र उपधायाम् इक् वर्णः अन्ते नास्ति. उपधायां च पुगन्तलघुपदस्य च पुगन्तलघुपदस्य उपधायां लघु इक् वर्णः अस्ति चेत् पुगन्तलघुपदस्य च इत्यनेन निद् नेद् भवति. किमपि न तिष्ठति महोदये. तत्र वारं वारं तत्र पूर्वे यत् पठितं तस्य पुनरावर्तनं करणीयं भगिनि, अन्यथा वयं तत्र एतत् सर्वं तत्र वि फर्गेट् आल् दीस् थिङ्ग्स् भगिनि. सो वी हेव् टु गो थ्रू अवर् नोट् बुक् अगेन् अण्ड् अगेन्. नेद् युग त्रु अस्ति, इदानीं निद् यः अस्ति तत्र निद् इड् सेट् वा अनिट् वा, धातु सेट् वा अनिट् वा, कथं तत्र पश्यामः? अत्र अवशिष्टस्वरः कः? इकारः. निद् निद्र इति यः अस्ति अत्र अवशिष्टस्वरः इकारः, तत्र कोऽपि चिह्नं नास्ति. अवशिष्टस्वरः इकारः, अतः सः उदात्, सो धातु सेट् अस्ति, धातु सेट् अस्ति, अतः तृच् अपि इडनुकूलप्रत्ययः. वलादि अस्ति, अवशादि अस्ति. वशादि नास्ति, कृत् प्रत्ययेषु वशादि अवशादि तत्र द्रष्टव्यं. तृच् प्रत्ययः इडनुकूलप्रत्ययः, सो अत्र नेदित्र भवति. ने ध योग इत्र इति भवति, सो नेदित्र इति तत्र प्रातिपदिकं. नेदित्र, नेदिता इति पुल्लिङ्गे, नेदित्री इति स्त्रीलिङ्गे भवति इति तत्र विचारः. अवगतं वा भगिनि? अस्तु, अग्रे ईश्च विषये एतत् समापयामः अभ्यासः. कः वदति ईश विषये? कृपया स्वयम् अग्रे आगच्छतु. अहं करोमि वा भगिनि? करोतु भगिनि, एकनिमिषः भगिनि. करोतु ईश विषये. ईश उपदेशे अजनुनासिक इत्यनेन तस्य लोप इत्यनेन अन्तिम अनुनासिक अकारस्य इत्संज्ञा भवति. सः अनुदात्त अनुदात्तेत् अस्ति अकारः. अतः अकारः अनुदात्तेत् नास्ति, धातु अनुदात्तेत् अस्ति, अकारः अनुदात् अस्ति, स्वरः अनुदात् अस्ति, धातु अनुदात्तेत् अस्ति, धातु अनुदात्तेत् अस्ति, अतः अनुदात्तनित आत्मनेपदम् इति सूत्रेण आत्मनेपदी भवति. सो प्रथमपुरुष लट्टकार प्रथमपुरुषविवक्षायाम् ईश् योग त भवति. तदनन्तरं त तिंशत् सार्वधातुकम् इति सूत्रेण सार्वधातुकसंज्ञा प्राप्नोति. कर्तरि शप् सार्वधातुके इति सूत्रेण ईश् योग शप् योग त भवति. हलन्त्यं लशक्व तद्धते तस्य लोपः शप् अ अवशिष्यते. ईश् योग अयोग त. इदानीं गुणप्रसङ्गः अस्ति परन्तु दीर्घ ईकारः अस्ति उपधायाम्, अतः पुगन्तलघुपदस्य च इति सूत्रेण गुण न भवति. ईषत प्रसङ्गः एव नास्ति, एव नास्ति, नास्ति. अतः लट्लकार प्रथमपुरुषरूपः ईषत ईषति भवति आत्मनेपदीरूपम्. इदानीं ई अवशिष्ट ईकारस्वरः उदात्त अस्ति, अतः सेट् भवति. एका च उपदेशे अनुदातात् इति सूत्रेण एतत् अनुदातात् नास्ति, अतः सेट् भवति. अतः इडनुकूलः अस्ति. ईश् योग तृ तृ अपि इडनुकूलः, अतः ईश् योग ई योग तृ ईषितृ प्रातिपदिकम् ईषिता पुल्लिङ्गरूपं भवति. ईषिति स्त्रीलिङ्गरूपं प्राप्नोति. अत्र इकारः इडागमः अपि भवति, चित्र भवति. सत्यम्. अग्रे वः विषये कः वदति? अहं वदामि भगिनि. वदतु. अनुनासिक आकारस्य इत्सङ्गं भूत्वा तस्य लोपः इति सूत्रस्य आधारेण तस्य लोपः भवति. अनुदात वकारः अस्ति, अनुदात इति कारण वा अधिक भवादिगणस्य धातु इति सूत्र इति कारणेन शप् इति विकरणप्रत्ययः. धातु किं पदी भगिनि? धातु किं पदी? प्रश्नपदी वा उभयपदी? वक्ष्यति वक्ष्यति. अनुदा परस्मैपदी अस्ति. किमित्युक्ते अत्र यः अन्ते अकारः सः कीदृश अकारः? अत्र चिह्नं दत्तम् अनुनासिक तु अस्ति, एकम् अन्यचिह्नम् अपि अस्ति. ओ स्वरिता अस्ति वा? स्वरितनिता परस्मैपदी इति सूत्रस्य आधारेण त्वरितनित्त कर्त्री अभिप्राये क्रियाफले इति क्रियाफले उभयपदी भवति, न तु परस्मैपदी, उभयपदी अस्ति. उभयपदी एव उक्तवती, सारी भगिनि. कर्तरिप्राये क्रियाफले इति सूत्रस्य आधारेण उभयपदी भवति. वह् इति हलन्तदातु भवति. वह् अधिक शप् अधिक ते अपि द्वयमपि ति अधिक ति अपि भवति ते अपि भवति द्वयमपि भवति वः अनुदात्ति अस्ति इति कारणेन इडागमस्य प्रसक्तिः नास्ति इडागमस्य प्रसक्तिः नास्ति वः वः वहते नो चेत् वहति इति गुणस्य प्रसक्तिः अपि नास्ति अन्ते अपि उपादायमपि किमपि इक्वर्णः नास्ति इति कारणेन गुणस्य प्रसक्तिः अपि नास्ति वहति नो चेत् वहते इति भवति तृच् प्रत्यययोजनेन वह अधिकतृ वहतृ भवति भगिनि वहतृ इति प्रातिपदिकं वहता इति लिङ्गे वहतृ इति प्रातिपदिकं वह वहता वहतारौ वहतारः इति कृतविभक्तिमध्ये भवति कृत पुल्लिङ्ग वह वहतृ वहत्रि वहत्रि इति नदी शब्दवत् स्त्रीलिङ्ग भवति धन्यवादः आम् इदानीं तत्र वेयिन् धातुः अस्ति कृष्णमूर्ति महोदय वक्तुमिच्छति वा महोदय सरलम् अस्ति सोपानेन गच्छामः चेत् तत्र सरलं भवति अनुसूया भगिनी वदति वा वदतु विष्णु अस्ति सोरि विष्णु अस्ति विष्णुविषये वदतु विषु इति अस्ति वः अभवत् विषु इति सेचने इति दातु विषु उपदेशे जन्नाश्वेति इति सूत्रेण अन्ते विद्यमान उकारस्य लोपः भवति विष् एव अवशिष्य रूपं विष् धातुः किम्पति विष् धातुः परस्मैपदी अस्ति कथं सत्यं परस्मैपदी धातुः अस्ति परन्तु कथं केन सूत्रेण शेषात् कर्तरि परस्मैपदम् शेषात् कर्तरि परस्मैपदम् इति सूत्रेण अत्र पश्यतु भगिनि अनुदात्तेत् नास्ति स्वरितेत् नास्ति कण्ठणकारस्य इति नास्ति तालुण्यकारस्य इति नास्ति अत्र अतः शेषात् शेष धातुः अस्ति शेषात् धातु शेषात् कर्तरि परस्मैपदम् इत्यनेन तत्र कर्तरि प्रयोगे अस्य विश् धातोः अनन्तरं परस्मैपदी प्रत्ययः ये एव योजनीयम् इति सूत्र आधारेण वदतु विश्योग परस्मैपदधातुः अस्ति अतः ति अस्ति इष्योगति तथा शेषम् कर्तरि शप् सूत्रेण शप् सूत्रेण ई शप् भवति शप् प्रत्ययस्य शकारः लशक् पद्यते इति सूत्रेण लशक् लशकु पद्यते इति सूत्रेण शकारस्य संज्ञा भवति पकारस्य हलन्त्यम् इति सूत्रेण पकारस्य संज्ञा भूत्वा अ एव अवशिष्य भागम् ईश अधिक अ अधिक ति इति भवति ईशति इति भवति न शप् प्रत्यय निमित्तीकृत्य गुणकार्यं विश् अत्र उपदायां ह्रस्व इकारः ईश् दीर्घ उप इकारः अस्ति खलु कुत्र अस्ति ह्रस्व इकारः अस्ति विश् विश् धातुः ह्रस्वीकारः अस्ति ह्रस्वैकारः अस्ति वेषति इति भवति वेषति इति भवति वेषति विश्योगतृच् करोतु विश् कथं करणीयम् अत्र अवशिष्टस्वरः इदानीं तृच् प्रत्ययः योजनीयं, कृत् प्रत्ययः अपि योजनीयम्. विश् धातुः अवशिष्टस्वरः, अवशिष्टस्वरः कः भगिनि? वाट् इस् द रिमेनिङ्ग् स्वरः अत्र किम् अस्ति? इकारः. सः इकारः कीदृशिकारः? ह्रस्वइकारः अस्ति, अपि च अधोभागे रेखा अपि अस्ति. किमपि नास्ति, न किमपि नास्ति. वकारस्य अधोभागे तत्र रेखा अस्ति, वकारस्य अधोभागे तत्र एकं लघुरेखा अस्ति. तेन किम्? इकारः अनुदातिकारः, अवशिष्टस्वरः. सि व्यञ्जनानां कृते तु अनुदात् उदात् स्वरित् इति चिह्नस्य आवश्यकता एव नास्ति. अनुदात् उदात् स्वरित् इति संज्ञा स्वराणां कृते अस्ति. इकारः अत्र यः इकारः अनुदातिकारः, सो अनुदात् षट् वा अनिट् वा एकाच् उपदेश्य अनुदात्तात् धातु अनिट् न अवशिष्टस्वरः, अवशिष्टस्वरः अनुदात् अस्ति चेत् धातु अनिट् भवति. अवशिष्टस्वरः उदात् वा स्वरित् वा तत्र सेट् भवति, परन्तु अत्र विषये तु इकारः अनुदातिकारः, अतः धातुः एकाच् उपदेशे अनुदात् अनुदातुकारः अस्ति. अतः तादृशधातोः अनन्तरम् इडागमः न भवति, निषेधः अस्ति. इत्रु न भवितुं शक्नोति. विश् आधारेण अत्र इकारस्य निषेधः न भवति. सो विश्योग तृ एव अस्ति. इदानीम् उपधायां ह्रस्व इक् वर्णः तृ इति आर्धधातुक् प्रत्ययः, प्रत्ययः कित् गित् नित् नास्ति, गुणनिषेधः अत्र नास्ति. गुणः भवति, किं भवति? पुगन्तलघुपदस्य च इति सूत्रेण वेश् भवति. सो वेष्तृ इति प्रातिपदिकम्, अनन्तरं केवलं वर्णमेलनम् अस्ति. वेष्तृ इति ऋकारान्त प्रातिपदिकं पुल्लिङ्गे. अत्र एकम् अन्यकार्यमपि अस्ति भगिनि, पश्यतु. अत्र स्थोः स्थुत्वसन्धिः अस्ति, मूर्धन्यषकारस्य अनन्तरं तकारः अस्ति. सो अत्र ष्टुत्वसन्धिः अस्ति, तकारस्य किं भवति? ष्टुनाष्टुः मूर्धन्यषकारस्य परे कोऽपि तथ दद न, नो चेत् सकारः अस्ति चेत् तस्य टठ डड न भवति. सो तकारस्य स्थाने तत्र ट इति आदेशः, स्तुत्वसन्धि. सो अत्र वेष्टृ भवति, वेष्टृ इति प्रातिपदिकं, वेष्टा इति पुल्लिङ्गे, वेष्टा इति पुल्लिङ्गे स्त्रीलिङ्गे वेष्ट्री, वेष्ट्री भवति. सो अत्र सन्धिकार्यमपि अस्ति, स्तुत्वसन्धिः अस्ति. किमर्थं चेत् मूर्धन्यषकारः अत्र अस्ति, मूर्धन्यषकारस्य प्रभावेन तकारस्य टकारादेशः भवति. इत्युक्ते संहितायाम् अस्ति, षकारस्य साक्षात् परितः अस्ति, अतः सन्धिकार्यं भवति. मध्ये किमपि नास्ति. अवगतं वा भगिनि? कोऽपि झटति एतत् वेण विषये करोतु. के वि महोदय करोति वा? महोदय नमस्कारः. नमस्कारः. अनुदात् अस्ति, अतः प्रथमे इत्संज्ञकवर्णानां निष्कासनं इत्संज्ञक ञकारस्य अन्ते यकारः अस्ति इत्संज्ञा भवति, तस्य लोपः भवति, वे अवशिष्यते लौकिकरूपं वे धातु किं पदि धातु अत्र इयत् नितः अस्ति, अतः स्वरित् नितः कर्तरि अभिप्राये धातो आत्मनेपदी एवं परस्मैपदीरूपम् उभयपदी भवति, उभयपदी अस्ति. अवशिष्ट वे अस्ति, अनुदात अस्ति, अतः एओर् अचः अस्ति, अतः एकाच उपदेश सेट् अपि च अनिट् अनिट् अस्ति धातु अनिट् अस्ति एकाच उपदेश अनुदातात् सो वे योगा शप् योगा तिम्प् अनु इत् प्रक्रिया परः आ योगा ति अत्र अत्र गुणप्रसङ्गः अस्ति वा गुणप्रसङ्गः न अस्ति वे अन्ते एकारः अस्ति इक् नास्ति वे वेति एव रूपं अस्ति किमर्थं सन्धिकार्यं न करणीयम् ए योग अ अस्ति चेत् सन्धिकार्यं तत्र अनिवार्यरूपेण करणीयम् सन्धिकार्यम् अस्ति पदनिर्माणसमये सन्धिकार्यम् आवश्यकं नित्येन करणीयं पदनिर्माणसमये त्रिषु स्थलेषु सन्धिकार्यम् अवश्य करणीयं तत्र विकल्पः नास्ति अत्र पदस्य निर्माणं भवति अतः सन्धिकार्यं करणीयम् एव वे वे एकारस्य आय् भवति वाय् ति वयति नो चेत् वयते वयते अस्ति वय वयते आत्मनेपदीरूपम् अस्ति वे योग तृ तृच् तृ अवशिष्यते तृच् तु ईडानुकूलः अस्ति वे अनिट् अस्ति अतः वेत्री वेत्र रूपं प्रातिपदिकं त्रिजन्त प्रातिपदिकं वेत्र वेता इत्युक्ते वेता पुलिङ्ग पुलिङ्ग यः वयति लट्लकाररूपं किं महोदय वयति वयति यः वयति सः वेता यः वयति सा वेत्री सा वेत्री यः वयति सा वेत्री यः वयति सः सः वेता वेता वीवर वीवर स्त्रीलिङ्गे वेत्री एण्ड् पुल्लिङ्गे वेता सर्वैः अवगतं वा कर्तारं त्रिजन्तरूपं त्रिच् प्रत्यान्तरूपं कर्तारं बोधयति यः कार्यं करोति तस्य बोधः एव जायते अनेन पदेन त्रिजन्तप्रातिपदिक आधारेण यः सुबन्तनिर्माणं भवति तेन वयं सः कर्तारम् एव बोधयति इति तत्र सारांशः. अस्तु अग्रे इदानीं तत्र किञ्चित् धातवः सन्ति, अग्रिमस्मे वर्गे कुर्मः, इदानीं तु समयः अभवत्, अत्र स्थगामः. एतत् गृहकार्यरूपेण एतत् सर्वाणि अवशिष्टधातुविषये तत्र करोतु. कोऽपि तत्र प्राब्लम् अस्ति चेत् अग्रिमस्मिन् वर्गे तत्र पश्यामः. इदानीं तत्र शान्तिमन्त्रं पठामि. जगदीश महोदय, शान्तिमन्त्रं पठति वा महोदय? अवश्यम्. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. श्रीगुरुभ्यो नमः. हरि ओम्. ओं तत्सत्. नमस्कारः, धन्यवादाः, पुनः मिलामः. नमस्कारः, धन्यवादः. नमस्कारः, धन्यवादाः. धन्यवादः.